नमस्कारः. पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. आर्धधातुकप्रकरणे इड् व्यवस्था अभ्यासः इति पञ्चदश ए इति करपत्रम्. तत्र प्रथमधातुः टेक् इति. महोदय, भवान् एव आरम्भं करोतु. एकनिमिषं भगिनि, तत्र अहं चिन्तितवान् 15A. 15A वा? एकनिमिषं, तत्र अत्र शेर् करोमि वा? न, अस्ति मम पार्श्वे यद्व्यवस्था, यद्व्यवस्था आडियो व्यवस्था अभ्यासः खलु. अहं सत्यं सत्यम्. अस्तु, टेक् टेक् इति धातुः, एतत् टेक् ककार अस्ति खलु, केवलं शक् एव अस्ति अत्र, अतः भवति टेक् टेक् टेक् इति इड् योगे अस्ति, अतः टेकिता टेकि टेकिता अस्ति, टेकितव्यम् इति भवति, टेकनीयः, टेकितव्यं. एकनिमिष, इक अस्ति चेत् शक्त शक्तारो शक्तारः इति न भवति वा? केवलं शक्तातोः विषये तादृशव्यवस्था, अन्येषां तु इड् भवति, इडागमः भवति. केवलं शक्धातोः एव इडागमः, इडानुकूलः नास्ति. हलन्तदातवः प्रायेण इडानुकूलः. टेकिता टेकिता टेकितव्यम् अपि च टेकिष्यति, अटेकिष्यत इति, अटेकिष्यत् इत्येकतेव एतत् आत्मनेपदि वा न जानामि. एकनिमिष, तद् धातुः टेक् इत्येव वा? तत्र किमपि मूल अन्यरूपम् अस्ति वा? तत् टेक् इति न आगच्छति. टेक टेक् टेक् टेक् खलु, तदेकनिमिष. हा, टेक् न औपदेशिकधातुः कः भवितुम् अर्हति? टिक् इति औपदेशिकधातुः, टिक् इति उपदेशिकेक् न, टिक् टिक् टेकते इति आत्मनेपदीरूपं. टेकते, अस्तु अस्तु, टेकते, अस्तु. तर्हि टेकिता इति भवति, टेकिता टेकितव्यम्. अग्रे किमस्ति तत्र टेकितव्यम्? अत्र अग्रे टेकिष्यते इति भवति, टेकिष्यते, अटेकिष्यत इति भवति तत्र खलु, तत् तावदेव खलु. तत्र आं, तत्र किं किम् अस्ति? लुट् लकारः, तव्यत्, लुट् तुमुन् तव्यत्, लृट् टेकितुम्, अस्तु, टेकितुम्, टेकितुं, टेकितव्यं, टेकितव्यमस्ति, टेकिष्यति, हा टेकिष्यति, टेकिष्यते खलु, टेकिष्यते, टेकिष्यते, अटेकिष्यत इति भवति, अटेकिष्यत इति लृङ्लकारः. धातुः टिक् धातु अस्तु, एकते कः अर्थः टिक् इत्यस्य वा? गतौ गत्यार्थकधातुः एव. अग्रिममस्ति ध्रू महोदय. ध्रू धातुः तत्र एतत् अनिट् अस्ति. किमर्थमिति तत्र षड् धातव एव उकारान्त षड् धातवः, यूरुनु क्ष्णु, यूरुनु क्षु क्ष्णु स्नु इति खलु, यूरुनु क्ष्णु स्नु इति षड् धातवः चिन्तयामि. तत्र सेटः इति अस्ति, परन्तु एतत् नास्ति. अतः ध्रुव इति अस्ति खलु, ध्रुव इति अत्र, तर्हि ध्रोता इति भवति, ध्रोता ्रोता, ध्रोतव्यं, द्रोतुं, ध्रोतुम् इति भवति. ध्रु ध्रुदास्ति खलु, ध्रुयोग द्रोष्यति वा, द्रोष्यति वा, अद्रोष्यत, अदोष्यत्, अदोष्यत, द्रोष्यति इति सम्यक् एव, परस्पेपदि अस्ति. अग्रे षिट्, षिट् धातु अस्ति, षिट् तकारान्त अस्ति, तत्र तकारान्त एतत् प्रायः स्टेट् एव अस्ति तकारान्तः स्टेट् एव अस्ति किमर्थम् इत्युक्ते तत्र तु नास्ति किल नास्ति कोऽपि नास्ति तकारान्तात् अथवा सर्वे सेटः एव सेटः सेटः एव अतः एतदपि परस्मैपरिदातुः एव शेटिता क्षम्यतां शेटिता क्षम्यताम् म्यूट् मध्ये आसीत् आसम् शेटिता शेटितव्यं शेटितुं शेटिष्यति अशेटिष्यत् इति भवति सम्यक् तावत् विद् इतोपि एकं करोतु विद् विद् धातुः विद् धातुः एतत् हलन्तधातुः अस्ति परन्तु अनिट् अस्ति विद् विद् अद् पद् तत्र भिद् विद् सिद् प्रायः खलु दकारादि विद् स्विद् शुद् अतः नोदु इति तत्र नोक्तमस्ति भवति तत्र तर्हि तत् एतत् एकांश कुत्र अस्ति तत्र विद् वेत्ता वेत्ता वेत्तुं वेत्तव्यं वेत्स्यति वेत्स्यति अवेत्स्यत् इति भवति पुनः भवति सकारचत्वम् एव अस्ति पञ्च पञ्च पञ्च कुर्मः द्रु द्रु इति अपि करोतु महोदय द्रु ऋकारान्त हा ध्रु ध्रु इति खलु ध्रु इति तत्र वृङ् इति वृञ् इति तत्र द्वौ धातु एव तिस् अभवत् वा भगिनि तिस् अपि अस्ति खलु ओ क्षम्यतां क्षम्यताम् अहं तु अग्रे गतवती पिस् सकारान्त धातु पिस् अस्ति पिस् सकारान्त धातुः अस्ति सकारात् धातुः पिस् इति प्रायः सेट् अस्ति एकनिमिषम् इति सेट् एव वस् गस् एव अन्य वस् गस् वस् गस् पिस् इदमेव पिस् योग ता पे पेष्टा इति भवति तत् क्षम्यतां पिस् पेष्टा इति सकारसकार खलु पेस्ता एव भवति खलु इडागमः भवति किल क्षम्यतां क्षम्यतां तत्र पेषिता क्षम इडागमः खलु सत्त्वं न भवति सकार नास्ति प्रत्ययः नास्ति अत्र पिष्टि एव खलु पेषित पेषिता पेषिता पेषितुम् इति भवति पेषितुं पेषितव्यं पेषिष्यति एकनिमिषं पेषिष्यति अपेषिष्यत् इति भवति सम्यक् तावदेव गतौ एव क्विस् अपि गतौ इत्येव पेषति इति रूपं भूवादौ कत्यर्थकदातु किमस्ति तत्र पिस् पेषणं वा तद् नास्ति वा पेषणम् इति प्रायः न भवति पश्यामः ल्युडन्तरूपं किमपि क्षम्यतां पिस् तकार न भवति पेसनं पेसनम् एव शन पेसनं पेसनं पेसनीयः पेसनीय पेसकः पेसिका यः गच्छति प्रायः प्रत्यर्थकः अस्तु अग्रे धन्यवादः महोदय विजया भगिनी कर्तुं शक्यते वा अग्रिमपञ्च ब्रज् क्षम्यतां भ्रु भ्रु आरभ्य महोदय अहं किञ्चित् शरीर उपाधा अस्ति अनन्तरं समये खादितव्यमेव इदानीं भोजनसमये अस्मि दशनिमिषम् अनन्तरम् आगमिष्यामि महोदय कृपया क्षम्यतां हा नास्ति चिन्ता नास्ति चिन्ता अरुणा भगिनी वक्तुं शक्यते किम् म्यूटेड् अस्ति भगिनि परन्तु न श्रूयते पठतु भगिनि ऐ विल् लुक् फार् द उषा भगिनी वदति वा? अस्तु भगिनि. गुरु द्वृ द्वृ इति धातु द्वृ ऋकारान्त अजन्तदातवः अजन्तदातु प्रायेण अनिट् ऋकारान्तः वृङ् वृञ्ज एव सेट् अन्ये ऋकारान्ताः अनिट् सो द्वृ इति अनिट् धातु अनिट् अस्ति चेत् द्वृ सो द्वर् द्वर्त द्वर्त लुट् तुमुन् द्वर्तुं तुमुन् तव्य द्वर द्वृ द्वृ तव्य द्वृ तव्य द्वर्तव्यं किल ओ द्वर्तव्यम् ओ ओ गुण गुण अस्ति अत्र किमर्थं डूङ्ग् ओ गुण तव्य द्वर्ता द्वर्तुं द्वर्ता द्वर्तुं तव्य द्वर्तव्यं द्वर्तव्यं द्वर्तव्यं ओके द्वर्तव्यम् ओके अस्तु भगिनि द्वर्तव्यं दोषः वा न न द्वर्तव्य द्वर्तव्य सौण्ड्स् करेक्ट् द्वर्तव्यः द्वर्तव्यं द्वर्तव्यः द्वर्तव्य सम्यक् एव द्वर्तुम् आम् आम् आं लृट् स्य प्रत्यय द्वरिष्य न न दिस् इस् अनिट् अनिट् अनिट् इत्यनेन द्वर्ष्य द्वर्ष्य प्रत्यय प्रत्यय इत्यनेन रेफः इन् इन् प्रत्याहारे अस्ति तद् एकं सूत्रं दृष्टवन्तः किल तद् अत्र आगच्छति खलु मम तु ओ रुद्धनोहोषि रुद्धनोहोषि रुद्धनोहोषि ऋकारान्त ह्रस्व ऋकारान्त वा आम् आम् आम् ह्रस्व ऋकारान्त सो द्वृ सो स्य रुद्धनोहोषि इत्यनेन इडागमः भवति सो द्वरिष्य द्वरिष्यति अनन्तरं लृङ्ग अद्वरिष्य अर् लृङ्ग् इडागमः नास्ति तत्रापि किल रुद्धनोः स्ये रुद्धनोः स्ये इत्यनेन स्य डजन्ट् म्याटर् लृट्टार् ओके अस्तु भगिनि द्वर् अद्वर् स्य अद्वरिष्य अद्वरिष्यत् सम्यक् तदेव व्रज् व्रज् हलन्तदातु जकारान्तदातु जकारान्तदातु व्रज् व्रज् परिगणितधातोः कृते नास्ति सो व्रज् इति स्टेट् अस्ति स्टेट् अस्ति इत्यनेन व्रज् व्रज् सो रेप व्रज् सो व्रज् अनिट् नो नो सेट् सेट् सेट् व्रजिता व्रजिता व्रजिता व्रजितुं व्रजितव्यः अनन्तरं स्य स्य तदपि सेट् इत्यनेन व्रजिष्य व्रजिष्यति व्रजिष्यति अव्रजिष्यत् परस्मै इति परस्मैपति लग् लग् इति धातु हलन्ता सेट् गकारा गकारान्ताः सर्वे गकारान्तधातु सर्वे सेटः एव लग् लगिता लगिता लगितुं लगितव्यः लगिष्य लगिष्यति लगिष्यति अलगिष्यत् सम्यक् अनन्तरं लगे इति सङ्गे सङ्गे इति अर्थः सङ्गे ओ अटाचिङ्ग् लग्नः इति खलु तत्र लग्नः लग्नः अस्तु सङ्ग सङ्ग भगिनी ऐ थाट् सङ्ग इस् लैक् अटाचिङ्ग् आर् ग्लूयिङ्ग् आर् सङ्गमः लघु एकनिमिषं पश्यामि अत्र आङ्ग्ल to become united, to connect, to approach, to touch, to adhere to. Ah, to touch, so it's more like, I thought to... Sayyogana, milap one. Connect, ah, sayyoga, yeah. Na lagati iti vada. Lagati. Na lagati iti am, tad, tad bhasha, I am sure it. Na lagati. Tadeva dhatu. Lakta nahi hai. तथैव चुरादौ आस्वादने इति अर्थः अस्ति लग् धातोः हिन्दीभाषायाम् अस्ति लग्गया टच् लग् इति तत् सङ्गस्ति एव अस्ति लग्न संयोगोन अस्तु भगिनी टाटा डाडा न सर्वे सेटः एव ओके सो किट् टकारान्तदातु सेट् किट् तास् इत्यनेन किटिता किटितुं किटितव्यः किटिष्यति अकिटिष्यत् तत्र त्रासे इतां त्रासे टु फ्रैटन् टु इरिटेट् टु कास् पेन् केटति नेवर् हर्ड् आफ् दिस् अहमपि न श्रुतवती केटति गुङ्ग् गुङ्ग् अपि सेट् दातु एव सर्वे नकारान्त दातु न न उकार अस्ति खलु उकार अन्त अस्ति खलु ओ नकारस्य इत्संज्ञा इति वा भू इति भूयवशर्गे उकारान्त ओ अस्तु गु गुङ् इति गू इति भवति वा गू गू इति शब्दः प्रायः अनेनैव भवति शब्दे अव्याक्ते इनार्टिक्युलेट्लि बोल्ना अस्तु उकारान्ता उकारान्ताः षट् धातु विहाय सर्वे धातवः अनिटः अनिट् गु इति षट् धातोः कृते नास्ति गु सो अनिट् धातु गु देन् तास् तास् इति गुण अस्ति गो गोता सम्यक् गोता गोता अण्ड् देन् तुमुन् गोतुम् अण्ड् देन् गोतव्यः स्य अनिट् गोष्यति घोष्यते घोष्यते ओ आत्मनेपरि अस्तु घोष्यते देन् लृङ्ग् स्य अघोष्यत् ओ अघोष्यत एतद् घोषः इति शब्दः अस्मात् आगतः वा लुक्स् लैक् घोष् घोष्य घोषः कथम् इत्सप्रत्ययः तु नास्ति घोषः तत्र न न न न गुष् प्रायः धातुः तत्र गुष् न तु घुषि चेत् घोषः शकारः अत्र तु नास्ति किल घकारोषि घोषः अत्र तु महाप्राणघोष वा घोष अस्तु घोषः इति अस्ति परन्तु गोष्ठी इति तत्र अल्पप्राणः अस्ति गोष्ठी गोष्ठी गावकः गाविका इति भवति अत्र नौल् ल्युट् तु गवनम् इति गुङ् अव्यक्तशब्दे अव्यक्ते शब्दे इतोपि एकमस्ति वा भगिनि गुङ् अण्ड् देन् वृत्त वृत् तकारान्तधातु, तकारान्तधातु हलन्तधातु प्रायेण तेट् वृत्त तकारान्तधातोः परिगणितधातोः तकार तकारादेव आरम्भः भवतु. ध अनन्तरं ध अल्पप्राण सो तकारान्ता सर्वे सेटः एव. ओके सो वृत् वृत् इति धातु वृत् परस्मैपति इति चिन्तयामि अस्माकं वर्तते वर्तते आमामामामाम् परस्मैपति. एनिवे दास् लुट् वर्ता एव वर्ता. अनन्तरं तुमुन् सेट् वर्तिता वर्तिता वर्तिता. अनन्तरं तुमुन् वर्तितुं तव्यत् वर्तितव्यः अण्ड् देन् वर्तिष्यते वर्तिष्यते अण्ड् देन् लृङ् अवर्तिष्यत अवर्तिष्यत. किमपि सूत्रं दृष्टवन्तः वा तत्र परस्मैपदीरूपमपि लृट् लकारे भवति अस्य वक्ष्यति किमर्थम् इति न दत्तं परन्तु रूपद्वयमस्ति वत्स्यति वा उभयपति दातु वा वर्तिष्यति एकस्मिन् पक्षे इडागमः अन्यस्मिन् पक्षे न यथासीत् लूलुटोः पितात्मने आर्धदातुकस्य ईड् वलादेः इति भवति इट् परन्तु चित्र किमर्थम् इति न भवति उक्तवन्तः वा वयं नमस्कारम् श्यामे आत्मनेपदि ओ द्युति द्युतादित्वात् द्युतादित्वात् तत्र इत्यनेन लुङ्लकारे तथा च वृथादित्वात् वृद्ध्यः स्यसनोः 1392 इत्यनेन स्य विकर्णप्रत्यये परे सन् प्रत्यये च परे विकल्पेन परस्मैपदिरूपाणि अपि भवन्ति. वृथादित्वात् वृद्भ्यः स्यसनोः वृद्भ्यः स्यसनोः मम पुस्तके 1392 इति अस्ति 1392 एव प्रतिमत्तम् ओपन् न भवति सूत्रम् ओपन् न भवति पश्यामि हृत्यः असदव हृत्प्रेक्षु परस्मिन् विकल्पेन तावदेव दत्तमस्ति द्युतादिष्वेव वृत्रादयः पठ्यन्ते वृद्ध वत्स्यति अवत्सयत् विवृत्सति इति रूपम् अस्तु. देशात् कर्तरी परस्मैपदम् इति अधः अस्ति तत् सूत्रं वृद्भ्यः स्यसनोः. सो प्रायेण आत्मनेपति बट् विकल्पेन स्य अपि च सनोः परस्मैपति अस्तु परस्मैपति अस्तु सम्यक् रूपद्वयं तत्र महोदय भवानेव पुनः न न अहमस्मि महोदय अहम् आगतवती. अस्तु वदतु भवती कुत्र स्मः वयं वृत्त अभवत् लब् लब् दातु लब् दातु अत्र लब् इति लुट् लब् लप्स्यते न प्रथमम् अत्र प्रथमं किं महोदय लुट् लकारः सत्यं तदेव भविता भवितारं भवितारः तत्र किमस्ति अत्र लप् लब् लब्धा इति अस्ति खलु महोदय लब् लब्धा लब्धुं लब्धव्यं सत्यम् अनन्तरं लप्स्य एतत्तु आत्मनेपदिनः अतः तत्र लप्स्यते अलप्स्यत इति भवति समीचीनं इति लघु धातुः अनन्तरं शकारान्त अनन्तरं अत्र पुगन्तलघुपदस्य च इत्यनेन शेष् भवति खलु महोदय शेष् शेष् अत्र सृष्टि तत्र इडागमः भवति वा सृष्ट किल धातु अत्र एकनिमिषं महोदय शेषितुं शेषितव्यम् एतत्तु किं भवति परस्मैपदिनः भवति अतः तत्र किं भवति शेषिष्यति शेषिष्यति अनन्तरम् अशेष्यत् इति भवति अशेष्यत् अग्रिमम् अस्ति अनन्तरम् अत्र दृजि इति भवति अत्रापि ऋकारः अस्ति उपादायम् अतः तत्र पुगन्तलघुपदस्य च इत्यनेन कार्यं कर्तुं शक्यते एव अतः तत्र दर्ज् इति भवति चेत् एव दर्जिता दर्जितं दर्जितव्यम् एतदपि परस्मैपदिनः अतः तत्र दर्जिष्यति अदर्जिष्यत इति भवति न अदर्जिष्यत् इति भवति समीचीनं चकारान्तेषु नवदश अनिट सन्ति तेषु एतद् नास्ति यज् भज् यज् निज् विज् भुज् युज् रुज् सृज् पञ्ज् रञ्ज् सञ्ज् स्वञ्ज् मश्च् भ्रश्च् एतेव अनिटः अतः एतद् नास्ति अनन्तरं ऋज् ऋज् इदानीम् उक्तवती अत्र ऋज् अत्रापि किं भवति पुगन्तलघुपदस्य च इत्यनेन अर्ग् भवति इदानीमपि इडागमः भवति अर्जिता अर्जितुम् अर्जितव्यम् अर्जिष्यति अर्जिष्यत् इति भवति सम्यक् इदानीम् इदानीं पुङ् अस्ति अत्र अपि किं भवति महोदय पुङ्गु वा फुड्डु वा इति द्वयमपि अस्ति कुडा इति एकं एकः धातुः गतौ इति एतदपि हुड् एव सम्यक् आम् आं भगिनि वदतु क्षम्यते अत्र अपि ओकारस्य स्थाने ओकारः भवति किं भवति अत्र इडागमस्य चिन्तनं भवति अत्र होडिता होडितुं होडितव्यं होदिष्यति होदिष्यति ओदिष्यत् इति भवति हुड् होडति हुड् इत्यपि गत्यर्थकः एव होडति इति रूपम् इदानीमत्र लुप् भवति महोदय आं भगिनि लुप् लुप् भवति तत्रापि किमस्ति उकारस्य स्थाने ओकारः भवति अतः तत्र इडागमः भवति लोपिता लोपितं लोपितव्यं द्वयमपि अस्ति एकं सेट् अस्ति एकः सेट् अन्यः अनिट् द्वयमपि अस्ति आं वदतु लोप्ता लोप्तुं लोप्तव्यं लोपिता लोपितुं लोपितव्यम् अनन्तरं लोपिष्यति अलोपिष्यत् अनन्तरम् अत्र अलोपिष्यत् तावदेव खलु महोदय एकमेव तावदेव लुप् लुपा विमोहने इति एकः धातुः दिवादौ अस्ति तद् सेट् टु बि कन्फ्यूस् टु बि अफ्रैड् इति अर्थे द्वितीयं लुप्ला तत् लुकारः णु इति तत्र अनुनासिकवर्णः छेदने इति द्वितीयं तद् सुधादौ अस्ति तद् अनिट् टु कट् टु ब्रेक् टु स्लैस् छेद् करणम् अतः द्वयमपि अस्ति एकम् एकः सेट् द्वितीयम् अनिट् सम्यक् लुप् धातुः लुप्यति इति वदामः किल तद् तु सेट् अस्ति लुप्यति लोपः लोपः सत्यं लोपः प्रत्येकं पञ्च एव करणीयं खलु महोदय मया कृतं खलु पञ्चकृतं भवत्या सम्यक् धन्यवादः भगिनी महोदय कुक् कुक् सेट् अस्ति किमपि शक् एव अनिट् अस्ति अथवा कोकिता कोकिता कोकिष्य कोकिता कोकितव्यं कोकितुं कोकिश् कुक् कुक् इति किमस्ति तत्र प्रश्नवति वा कोकिष्यति वा कोकिष्यति कुक् इति वा पश्यामि कुक् कुक् किमस्ति कोकिता इति वा कुक् इति आवल्यं नास्ति खलु महोदय आत्मनेपदी अस्ति आत्मनेपदी अस्ति अस्ति भगिनि आवल्यं नास्ति सम्यक् आम् कोकिष्यत इति कुका आदाने पुट् महोदय पुट् इति सर्वे टकारान्तः सेटः एव अतः स्फोट् स्फोट् स्फोटिता स्फोटितव्यं स्फोटितुं स्फुटति वा स्फुटति स्फुटनं खलु तथा प्रायः अतः स्फोटिष्यति अस्फोटिष्यत् इति स्फुटित्येव उपदेशिकधातुः वा उपदेशिकः कः स्फोट खलु स्फोट नास्ति एकनिमिष स्फुट् स्फोटति स्फुण्ड् इति एकः धातुः अस्ति स्फुट् स्फुट् इति किमर्थं नास्ति स्पुण्ड् इति तत् नास्ति स्पुण्ड् तत् स्पुण्ड् स्पुण्ड् इति अस्ति परन्तु स्पुण्ड् एव वा नकारस्य किं भवति तत्र नास्ति अत्र स्पुण्ड् इति स्पुण्डीय खलु तत् स्पुण्ड् इति तद् भिन्नमस्ति अतः औपदेशिकधातुः कः न जानामि न जानामि सो न आगच्छति स्फू इत्यपि नास्ति आम् स्फोटिता इति उक्तवान् किल तद् पश्यामि नास्ति धातुः एव नास्ति धकारः अस्ति वा स्फुट् दोषः वा किमपि नास्ति अत्र नास्ति स्फुट् स्फुटि स्फुट् स्फोटः स्फोटः इति फकारः वा स्फोटः वा पश्यामि स्फोट इति खलु तदपि नास्ति फकार स्फोट केन सुधारणं भवति अत्र स्फुट् स्फो इत्येव स्फुट् अस्ति स्फोटनम् इति ब्लू ब्लो इति न तु पुट् स्फुट् स्फुट् टु ब्लास्ट् ब्लास्ट् फकार अतः विस्फोटः इति खलु विस्फोटनम् एकनिमिषम् विकसने टु ब्लो टु ब्लोसम् टु बर्स्ट् टु ब्रेक् इति अस्ति स्फुट् विकसने विशरणे अपि दत्तं विशरणे विशरणे विशरणे भूवादौ अतः तत्र मुद्रणदोषः किल प्रसिद्ध धातु अस्ति फोटति फोटति इति सकारः स्फोटति स्फोटः विस्फोटः विस्फोटः सकारस्य इत्संज्ञा भवति भवति खलु खलु अत्र स्फोटते एव दत्तं सकारः अस्ति सकारः अस्ति खलु तत्र भवति एव तत्र स्फोटनं अत्र स्फोटति इत्येव दत्तम् अतः एव पृच्छामि फकारः एव अस्ति सकारः तु नास्ति इत्संज्ञा वाच्या स्फुटिर् इति धातुः सकारः अपि इत्संज्ञकः वा न न नास्ति नास्ति सकारः नास्ति खलु स्फुट् स्फुट् स्फुटिर् इर् इर् इत्संज्ञा वर्तते खलु स्फुट् सत्यं सत्यं तत्र इर् इर् एव अपगच्छति स्फुट् एव अवशिष्यते खलु अतः स्फोटति इत्येव रूपं भवेत् किल परन्तु अत्र तु स्फोटति इति दत्तम् फोन् मध्ये धातुरूपमञ्जरी कृते विकर्तने इति अस्ति तत्र अकारः अत्र अत्र तु विशरणे इति एकः धातुः भगिनी भवत्याः धातुसंज्ञा किं तत्र सङ्ख्या किं दत्तं पायिण्ट् वन् जीरो स्फुट् एकमस्ति तत्र स्फुट् इति एक अकर्मक आत्मनेपदी स्फोटते परस्मेपदी स्फुट् इति विशरणे इति चत्वारः दातवः सन्ति स्फुट् इति इदानीं प्राप्तं स्फुट् विकसने तत्र स्फोटते इति एकमस्ति स्फुटति इति एकमस्ति सम्यक् परन्तु यद् भुवादौ एव विशरणे इति अस्ति किल तत्र स्फोटति इति एव रूपं सकारस्य सकारः गतः अत्रापि सकारः अस्ति भगिनि इन् द फोन् ऐ एम् लुकिङ्ग् इन् द फोन् धातुरूपमञ्जरी तत्र सङ्ख्या का सङ्ख्या न दत्तम् अत्र एतत्तु 379 इति सङ्ख्या धातोः सङ्ख्या स्फुट् विशरणे इति धातुः तत्र इर् इत्संज्ञा वाच्या तत्तु सम्यक् इर् लोपः भवति सकारः कुतः कत्र गतं स्फोटति स्फोटति इत्येव अस्ति स्फोट कुत्र गतं सकारः स्फोटिता स्फोटिष्यति सर्वत्र तादृशमेव अस्ति मुद्रणदोषः वा धातोः तत्र पुट् विशरणे इत्यस्य द्रष्टव्यम् एतत्तु सम्यक् अस्ति किमर्थम् इतोपि एकः विशरणे इति आसीत् किल विकसने सुधादौ तत् सम्यक् स्फुटति इति अस्ति विकसने सम्यक् अस्ति विशरणे एव किञ्चित् किमर्थं तादृशम् अस्ति स्फोटयति इत्यपि सम्यक् अस्ति प्रायः मुद्रणदोषः भवितुमपि अर्हति लोपः न भवति खलु केनापि इत्संज्ञा तु न भवति न इत्संज्ञा इर् इति एव खलु सकारः न भवति कुत्रापि प्रायः अस्तु अहं कुत्रचित् अन्यत्रापि पश्यामि किमर्थमिति एतत् सम्यक् अस्ति भुवादौ बर्स्ट् ब्रेक् स्फोटति इत्येव अस्ति धातुरूपनन्दिनी पुस्तके अपि सकारः अस्ति भगिनि अतः मुद्रणदोषः वा मुद्रणदोषः तत्र भवति तद् दोष तादृशदोषाः सन्ति खलु अष्टाध्यायी डाट् काम् मध्ये आम् आम् आं तदेव टैपिङ्ग् मिस्टेक् भवति वा स्फोटति इत्यत्र सकारः टैपिङ्ग् नास्ति तत्र तत् तद् किमपि किमर्थमित्युक्ते प्रक्रियायामपि सकारस्य लोपः इति किमपि न दत्तम् अतः प्रायः प्रायः तद् मुद्र तन्त्रयुक्तदोषः मुद्रण तन्त्रदोषः प्रायः पूर्णतया सकारः नास्ति अन्तिम दशलकारेषु सकारः नास्ति. अपि फुट् इति धातुः अपि नास्ति. फुट् फकारादि फुट् इति न धातुः अपि नास्ति. फोट् इति अस्माकं करपत्रे एतद् दोषः स्फुट् इति भवेत्, न तु स्फुट्. आं महोदय, अग्रिमं टिप् टिप् टिप् धातुः अस्ति तत्र. अनिट् अस्ति एतत्, अनिट् अस्ति टिप् धातुः तत्र. वप् तप् टप् स्वप् टिप् टिप् इति अस्ति, टिप् इति अस्ति. तर्हि तेप्ता, तेप्तुं, तेप्तव्यं, तेप्स्यति, तेप्स्यति, अतेप्स्यत् इति अस्ति. त्वक् त्वक् त्वक् धातुः अपि सेट् अस्ति. त्वकिता, त्वकिता, त्वकितुं, त्वकितव्यं, त्वकिष्यति, अत्वकिष्यत, अत्वकिष्यत् इति भवति, इति अस्ति. त्वक् तत्र त्वक् इति त्वक्ष इति धातु औपदेशिकरूपं वा तनूकरणे इति अस्ति. त्वक् त्वक् तनूकरणे तत्र तक्ष खलु, तत्र भिन्नमस्ति. तक्ष तक्ष इति त्वक् न त्वक्ष इति अस्ति, त्वक् इति तु नास्ति. न आगच्छति नास्ति वा इति आगच्छति, त्वक्ष एव आगच्छति पुनः पुनः. त्वक्ष तनूकरणे टु रेड्यूस् इन् सैज़्. त्वक्षति, त्वक्षति अस्ति चेत् त्वक्षिता इत्येव भवेत् किल. त्वक्षिता, त्वष्टा इति तद् उभयपदी, क्षम्यतां, वेट् धातुः. एतत् सम्यक् वा प्रायः नास्ति, त्वक् नास्ति, त्वक् इति न आगच्छति. भगिनी, भवत्याः पुस्तके अस्ति वा? न, त्वक् इति न, त्वक्षु एव अस्ति. वेट् धातुः महोदय, वेट् धातु वा, त्वक्ष. अस्तु, तर्हि त्वक्ष खलु. त्वक्ष इदानीम् इड् इड् वदामि. त्वक्ष त्वक्षिता, त्वक्षिता इति भवति. सत्यं, त्वक्षिता, त्वक्षितव्यं, त्वक्षितुं, त्वक्षिष्यति, अत्वक्षिष्यत् इति भवति. त्वक् त्वक्ष खलु, त्वक्षयोग इदानीम् अनेट अस्ति खलु. त्वक्षयोग त्वक्ष, त्वकार, षकार, तकार, त्वक्ष्टा, षकार खलु, षकार, टकार, त्वक्ष्टा इति, त्वक्ष्टा इति भवति. भगिनि, त्वक्षु इति वेट् इति दत्तम्. आम्, अतः एव महोदय इदानीं अनिट् पक्षे वदति. इडागमः उक्तवान् इदानीम्. त्वक्तुं, त्वक्तुम् इति भवति, त्वक्तव्यम् इति भवति. त्वक्षयोगस्यति खलु, षडोकः अस्ति ककार. एकनिमिषः, त्वक्ष्यति, क्षम्यतां, त्वक् त्वक्ष त्वक्षयोग स्यति खलु. त्वक् त्वक्ष षकार सकार पुनः भवति वा तत्र? षकार त्वक्ष त्वक्ष खलु, ककार षकार त्वक्षयोग स्यति. त्वक्षयोग षकार सकारस्य किं भवति अत्र? सकारस्य वा स्कोः, स्कोः संयोगाद्योरन्ते च पदम् अस्ति. त्वक्षति, अत्वक्षत् इति भवति. द्रम् अतः तत्र एव तद् त्वक् इति भवति. त्वष्टे इस्याति स्कोः संयोगाद्योरन्ते च सकारलोपः. षडोः कहसि इति कथं सका षडोः कहसि आगच्छति? तत्र तु सकारः नास्ति. कृतवन्तः न, त्वच् तद् भिन्नमस्ति. त्वच् त्वच् त्वक् त्वग् इति भवति खलु. त्वग् इति तत्र टु कवर् इति, तत् संवरणे, तत्र आच्छादन, तत् त्वग् स्किन् त्वक्ष्यति इति रूपम् एतत् त्वक्ष्यति त्वक्षिष्यति इति रूपद्वयम् तनूकरणे इत्युक्ते किं रेड्यूस् इन् सैज़् तनूकरणे ओ तनु तनु ओ आमामां सारि अपि अस्ति जानामि बट् विस्मर द्रं दातुः मकारान्तस्य द्रं खलु द्रमिता द्रमिता सम्यक् द्रमिता गतौ गत्यार्थकः द्रमिष्यति अद्रमिष्यत् इति भवति सम्यक् द्रम इति धातुः भुवादौ द्रमति भगिनि भवति अग्रिमपञ्चदातवः च भगिनि जिम् भगिनि जिम् जिम् स्टेट् एव सो जिमिता जिमिता जिमितुं जिमितव्यः नाट जेमिता आमां जेमिता जेमितुं जेमितव्यः देन् स्य अत्र गुणः नास्ति किमर्थं जिमिष् स्य जेमिष्यति जेमिष्यति आमामां लट्टे लैक् लैक् या या जेमिष्यति या या जेमिष्यति अ जेमिष्यत् लेखिष्यति वा जेमिष्यति तावदेव अग्रिमं भगिनि शर् शर् रेफा रेफा तदपि सेट् एव परिगणितधातोः कृते रेफा अन्त नास्ति क्षर् सेट् क्षरि क्षरिता क्षरिता क्षरितुं क्षरितव्यं क्षरितव्यः क्षरिष्यति क्षरिष्यति अक्षरिष्यत् क्रप् पकारान्त पकारान्त क्रप् इति अत्र नास्ति क्रप् परिगणितधातोः कृते नास्ति क्रप् अपि सेट् एव क्रपिता नो क्रपिता क्रपितुं क्रपितव्यः क्रपिष् क्रपिष्येव क्रपिष्यति अक्रपिष्यत् कृपायां गतौ इति अर्थः कृपायां गतौ सामान्यगतौ अपि नास्ति दयाकर्ण कृपायां गतौ प्रभु प्रपते आं भगिनि अग्रिम मश् मश् मश् इति शकारन्त मश् तदपि परिगणितधातोः कृते नास्ति सेट् मशिता मशितुं मशितव्यः मशिष्यति अमशिष्यत् रोषकृते गतौ शब्दे रोषकृते गतौ च टु मेक् नाय्स् टु बि आङ्ग्रि इति अर्थः क्वे क्वे ओके दास् क्वे क्वे क्वा इति भवति धातु एकारः आदेश उपदेशे अशिति ह्वा ह्वा इति अस्ति चेत् अनिट् आकारान्तधातु अनिट् एव ह्वा and then tas hwa hwata samya hwata eva hwata hwatum ह्वातव्यः ह्वयति खलु लट् लट् रूपं ह्वयति सत्यं ह्वयति सो ह्वयिष्यति ह्वास्यति न न न अनिट् अनिट् ओ ह्वा भगिनि देन् ह्वा एव देन् ह्वाष्यति ह्वास्यति सकारस्य निमित्तं नास्ति किल निमित्तं नास्ति आम् आम् ह्वास्यति ह्वास्यति अह्वास्यत् उभयपदी धातुः अस्ति अतः द्वयमपि ओके आत्मनेपदी अस्ति चेत् ह्वा अनिट् ह्वाते एव लुट् ह्वयते ह्वयते लट् लट् लुट् लुट् लुट् सम्यक् सम्यक् तदेव ह्वाता ह्वातुं ह्वातव्यः स्य लृट् लृट् लृट् अस्ति चेत् ह्वा ह्वास्यते ह्वास्यते एव ह्वास्यते अह्वास् ह्वास्यत अनन्तरं पञ्च अभवत् वा वन् टु त्री फोर् फैव् आम् आं भगिनि आम् आम् अस्तु प्रायः विजया भगिनी करोति वा सहु आं महोदय अत्र हकारस्य स्थाने तादे धातुर्गः इत्यनेन गकारः भवति अत्र भविता वितारो दत्त दत्तुं दत्तव्यं ऋट् इदानीम् अत्र दगिष्यति दक्ष्यति भावः अस्तु महोदय अतः तत्र दक्ष्यति इति भवति वा दक्ष्यति दक्ष्यति अदक्ष्यत् इति भवति सम्यक् अदक्ष्यत् इदानीमत्र निक् अस्ति अत्र अनिट् अस्ति एकाच् अस्ति अनिट् अस्ति अतः तत्र इडागमस्य चिन्तनं नास्ति एव इक् अस्ति किमर्थं महोदय तत्र ककारः शक् एव अनिट् अस्ति अन्ये सर्वे सेटः ककारान्तेषु केवलं शक् इति अनिट् अन्ये सर्वे सेटः अतः इक् इत्यपि सेट् अत्र इकारस्य स्थाने गुणः भूत्वा एकारः भवति सम्यक् प्रथमदेव अतः तत्र इदानीम् अत्र सेट् अस्ति चेत् अत्र एकिता एकितम् एकितव्यं एकिष्यति एकिष्यति एकिष्यत् इति भवति सम्यक् इदानीम् अत्र यु अस्ति यु अत्र किम् उकारः अस्ति अतः तत्र गुणचिन्तनं न अत्र यु अस्ति एतत्तु अनेकाच् अस्ति अतः तत्र सेट् अस्ति खलु महोदय सेट् एव आम् यविता यवितुं यवितव्यं यविष्यति अयविष्यत् इति भवति सम्यक् अग्रिमं ट्रै इदानीम् अत्र यूधातु अनेकाच् नास्ति खलु परिगणितधातोः कृते अस्ति इत्यनेन तद् षड् धातुषु प्रथमं अत्र आगच्छति इत्यनेन से षट् अस्ति षड् अत्र यु अस्ति प्रथमम् एव यु अस्ति इदानीम् अत्र एतत्तु किं महोदय त्रै एकाच् एजन्तः आमाम् अतः तत्र अनिट् अस्ति इदानीम् अत्र त्रयी इति अत्र आम् इदानीमत्र एजन्तधातोः आदिच उपदेश अशिति इत्यनेन अशित् वर्ण प्रत्यये परे अस्ति चेत् अत्र आकारः आदेशः भवति ऐकारस्य त्रै इति ऐकारस्य स्थाने आकारः त्राता त्रातुं त्रातव्यं त्राष्यति अत्राष्यत् इति भवति त्रास्यते आत्मनेपदं पञ्च अभवत् वा इतोपि एकं किल अत्र षिद् अस्ति खलु करोतु षिद् तु इकारः अस्ति पूर्वम् अतः तत्र किं भवति गुण पुगन्धलघुपदस्य च एतेन गुणः भवति अतः छेद् भवति इदानीम् अत्र नकारान्त चेटिता चेटितुं चेटितव्यं चेटिष्यति अचेटिष्यत् इति भवति सत्यं तदपि आं सम्यक् धन्यवादः भगिनि महोदय भवान् नाटके एव तद् नाटके भवति किल तदेव चेति अवगतं परप्रेष्यै परप्रैष्ये इति अर्थः इत्युक्ते परप्रेषणं परप्रेषणम् इत्यत्र ओ टु ओबे टु बी स्लेव् सम्यक् तदेव तस्मादेव चेटि इति आम् आं तत्र नाटके आगच्छति आम् आम् चेटः सेवकः आं सत्यम् उट् इति तत्र सर्वे टकारान्त दातवः सर्वे चेटः अतः ओटिता ओटिता ओटितुम् ओटिता ओटितव्यं ओटिष्यति ओटिष्य औटिष्यत उट् धातु परस्मैपदि वा उट् परस्मैपदि एव सत्यम् उकारः खलु औटिष्यत् इति भवति इति पकारान्तः एकनिमिष त्रप् त्रप् त्रप् इति त्रप् इति किमर्थम् औटिष्य भगिनि आदागम खलु अस्तु अस्तु अस्तु आटश्च आटश्च इति आडजादीनाम् आटश्च त्रप् त्रप् त्रप् अस्ति तत्र त्रप् इति सेट् अस्ति इति चिन्तयामि त्रप् इति वेट् धातुः महोदय वेट् धातु वा वेट् धातु अस्तु वेट् धातु वेट् आम् त्रप् त्रप् वेट् अस्ति तर्हि त्रपिता त्रपितव्यं त्रपितुं त्रपिष्यति अत्रपिष्यत् इति भवति त्रप् त्रप्ता एकनिमिषं कुत्र अस्ति अस्तु एकनिमिषं कुत्र अस्ति त्रप् एकनिमिषं त्रप्ता त्रप्तुं त्रप् अस्तु त्रप् त्रप्ता त्रप्तुं त्रप्तव्यं त्रप्स्यति त्रप्स्यति अत्रप्स्यत् इति भवति आत्मनेपदि धातुः अतः त्रप्स्यते अत्रप्स्यत त्रप्स्यते अत्रप्स्यत इति भवति सम्यक् त्रप् धातुः अन्तिमं मण् मण् इति सेट् अस्ति मण् टवर्गी अस्ति खलु तत्र मणिता मणिता मणितुं मणितव्यं मणिष्यति अमणिष्यत् मण् इति किमस्ति तत्र मण् मण् इति शब्दे मणशब्दे मणिः इति प्रायः तस्मात् आगतः वा मणति मणति इति दत्तम् मणिः न मणिः मणति मणति मननं मननं न मननं ल्युट् माणकः माणिका अत्र अस्माकं भाषायां मणमण करोति इति तद् भवति आं सत्यं सत्यं प्रायः मणति इति अनेनैव शब्द शब्दात्मक मणशब्दे अग्रे सर सर सर् सर् इति सर् इति वेट् वा सेट् सेट् सेट् खलु अहं सत्यं सर् इति किमपि तत्र तत्र अस्माकं तद् आवल्यां रेपान्तः एव नास्ति खलु रेपान्तः नास्ति अतः सेट् एव सरिता सरिता सरितुं सरितव्यं सरिष्यति असरिष्यत् इति भवति अग्रे मच् मच् इति चकारान्त तत्र नास्ति एतत् सेट् अस्ति मचिता मचिता मचितुं मचितव्यं मचिष्यति अमचिष्यत् किम् अस्ति अर्थः कः मच् खड् महोदय खड् एकनिमिष खड् खड् खड् इति टवर् गी अस्ति तर्हि तत्र सेट् अस्ति कडिता कडिता कडितुं कडितव्यं कडिष्यति अकडिष्यत् इति भवति त्रयः अस्ति खड् इति खड् मधे टु बि ड्रङ्क् टु बि इण्टाक्सिकेटेड् खड सुधादौ अपि मदे इत्येव अर्थे परन्तु आङ्ग्लभाषायां तु टु बि इन्वाल्ड् इन् सारो टु बि इन्वोक्ड् इन् हेपिनेस् इति दत्तं खड दसने सुधादौ अस्ति जायिन् टु युनैट् सर्वे सेटः एव उषा भगिनी करोति वा चक्तु चक् षेट् दातु चकिता चकितुं चकितव्यः देन् चकिष्यति अचकिष्यत् अनन्तरं मिष् दातु मिष् दातु शकारान्तदातोः कृते नास्ति सेट् एव धातु मिश् सो मिषित् मिषिता मिषितुं मिषितव्यः मिष् ओ मेष् शुड् बि मेषिता मेषिता मेषितुं मेषितव्यः मेषिष् मे सक् ताळवीशकारः शकारः भवति मूर्धन्यशकारः भवति मेषिष्यति अमेषिष्यत् ताळवीशकारः दन्त्यसकारः शकारः मूर्धन्यः भवति खलु ब्रश्च ब्रश्च सृज मृज इत्यनेन नास्ति वा चषां तादृशं वदति वा अस्तु अस्तु स्याति एव किल मेष् ईकारः इडागमः स्यति तस्य ओ तद् न भवति इडागमः मध्ये आगच्छति आम् आम् सो मूर्धन्य नास्ति अस्तु भगिनि सो मेष् मेषिष्यति आम् शकारं ताळविशकारं मूर्धन्यशकारं मेषिष् देन् श्वत्व श्वच् अपि परिगणितधातोः कृते नास्ति. सेट् श्वच् श्वचिश् श्वचिश् श्वचिता श्वचिता श्वचितुं स्वशि श्वचितव्यः. देन् अश्वचिश्च श्वचिश् न अ न नाट् अ श्वचिष्यते अश्वशिश् यत् श्वसिष्यते अश्वशिष्य आत्मनेपदि वा? आम् आम् आत्मनेपदि दातु. ओ ओके ओके. सो अ न न स्व स्वचिष्यते देन् अश्वशिष्यते न न नाट् शिष्यते अश्वशिष्यते यत अत तकार सत्यं अग्रिमम् अण् अग्रिमम् अण् णकारान्त दातु सेट् एव. अणिता अणिता अणितुम् अणितव्यः. अणिश् अणिश् अणिश् अणिष्यति अणिश् अ न न अ सो आणिश् आणिष्यत आनिष्यत आनिष्यत् परस्मैपदी परस्मैपदी. अग्रिमं तृ अग्रिमं तृ तृ इति दीर्घऋकार दीर्घऋकार सर्वे सर्वे सेटः एव ऊद्रुदन्तैर् सत्यं. सो सेट् इत्यनेन ऋ तरिष् तरिता तरिता तरितुं तरितव्यः. तरिष्यति अतरिष्यत्. सोपि एकं करोति वा भगिनि? व्यय् व्यय् यकारान्त दातु सेट् एव. व्ययिता व्ययितुं व्ययितव्यः. व्ययिष् व्ययिष्य व्ययिष्यते यति व्ययिष्यति. अनन्तरं अव्ययिष्यत् एतत्तु उभयपदी धातुः अस्ति अतः रूपद्वयमपि अव्ययिष्यते अव्ययिष् यत वित्तत्यागे इति अर्थः. वित्तत्यागे गतौ च व्ययः व्ययः इति अर्थः किं तृ तृ तरति इति अर्थः किल? ओ तरति ओके ओके टु क्रास् एव ओके अस्तु तृतरणे. विजया भगिनी करोति वा तद् पङ्क्तिं वयं समापयामः. ज्वल् कच् ऋषु शिशु कन् रप् वक् आम् अभवत् ज्वलिता श्रूयते खलु? आम् एतत् ज्वल् अत्र स्टेट् अस्ति खलु महोदय? आं ज्वलिता इत्येव भवेत्. ज्वलिता ज्वलिता ज्वलितं ज्वलितव्यं ज्वलिष्यति अज्वलिष्यत् इति भवति. कच् इति अस्ति अत्र किमपि कार्यं नास्ति एव खलु अत्र सेट् खचिता खचितुं खचितव्यं खचिष्यति अखचिष्यत् इति भवति. अनन्तरम् अत्र रुष्ट अत्र रोष् भवति पुगन्तलघुपदस्य च इत्यनेन रोषिता रोषितुं रोषितव्यं रोषिष्यति अरोषिष्यत् इति भवति. सिक्स् अत्र अपि सेच् भवति सेचिता वा महोदय? एकवारं पश्यामि. तत् परिगणितेषु नास्ति किल अनिट् अस्ति शिश् इति अनिट् अनि परिगणितेषु अस्ति किल शिश् परिगणिते अस्ति वा? नास्ति खलु नास्ति नास्ति नास्ति इदानीं गुणः भूत्वा एकादश स्थाने क्षम्यतां भगिनि अन्ते अस्ति शिष्य शेष भवति अस्ति शिष्य तुष् शिष् अस्ति अत्र वृक्ष वृक्ष अनन्तरं शृणाशुः एतत् कार्यं भूत्वा श्रेष्ठा श्रेष्ठा श्रेष्ठारो श्रेष्ठितुं श्रेष्ठितव्यं श्रेष्ठुं श्रेष्ठाभ्यां श्रेष्ठव्यं श्रेष्ठव्यम् अनन्तरमत्र शिक्ष्यति आम् आम् अत्र प्रथमम् अत्र षकारः अनन्तरं ककारः षडोककशी इत्यनेन शेक्ष्यति एतत्तु परस्मैपदिनः अतः तत्र शेक्ष्यति अशेक्ष्यत् इति भवति सम्यक् अशेक्ष्यत् खन् इदानीं खन् अत्र खन् इति अस्ति एव खन् मन्न तत्र नास्ति एव अतः अनिट् तद् यद् दत्तं तत् सर्वम् अनिट्टः अतः सेट् एव भवति किल अत्र नास्ति कन् कनीता अतः तत्र इडगमस्य चिन्तनं भवति कनिता कनिता कनितुं कनितव्यं कनिष्यति अकनिष्यत् इति भवति रप् अनन्तरं रप् रपिता रपितुं रपितव्यं रपिष्यति अरपिष्यत् इति भवति अनन्तरं क्वत् इति भवति क्वथिता तत् सम्यक् जानीमः एव क्वथिता क्वथितुं क्वथितव्यं क्वथिष्यति अक्वथिष्यत् इति भवति समीचीनं सम्यक् ततः वयं पङ्क्तित्रयं समापितवन्तः सन् इति आरभ्य अग्रिमसप्ताहे कुर्मः एतत् समाप्य एव वयम् अग्रिमपाठं प्रति गच्छामः किञ्चित् वेट् इत्यस्य अभ्यासः आवश्यकः अतः एतत् समाप्य एव वयम् अग्रिमपाठं प्रति गच्छामः समीचीनं वा धातोः अपि परिचयं भवति अस्माकं आम् आम् एकवारम् आम् इदानीं किञ्चित् पूर्णतया कुर्मः अनन्तरं गच्छामः अग्रिमपाठं प्रति प्रायः अस्मात् सप्ताहात् अहं तद्ध्वनिमुद्रणम् आरोपयामि तद् मध्ये इण्टर्नेट् आर्कैव् गतं किल अतः ध्वनिमुद्रणानि अपि इतस्ततः गताः अतः प्रायः अस्मात् सप्ताहात् अहम् आरोपयिष्यामि समीचीनं धन्यवादः शुभरात्रिः धन्यवादः भगिनी नमस्कारः धन्यवादः महोदय शुभरात्रिः शुभरात्रि